अस्तु, तर्हि अस्माकं पुस्तकमस्ति गीतसोपानस्य द्वितीयभागः, तत्र चतुर्दशः पाठः अस्ति। अत्र नूतनविषयः अस्माभिः आरब्धः गतसप्ताहे, स च विषयः विधिलिङ्गकारः। विधिलिङ्गकारः सम्भावनार्थे भवति अपि च विध्यर्थे भवति, सम्भावनार्थे विध्यर्थे इति तस्य द्वैविध्यमस्ति। तत्र गृहपाठरूपेण तत्र रूपाणि द्रष्टव्यानि आसन्, अपि च तत्र कथा अस्माभिः पठिता, पुनः पश्येम अत्र नाम अत्र किं किम् अस्ति कथायां सम्भाषणे। अन्य कोऽपि अस्ति वा? श्रीनिवास, श्रीनिवासमहोदय नमस्ते महोदय, मम नाम श्रीनिवासः। ओ अस्तु अस्तु अस्तु महोदय, कस्मिन् नगरे वसति भवान्? कोलम्बस् नगरे, वर्निङ्ग्टन् ओहायो। अस्तु अस्तु, समीचीनं समीचीनं, स्वागतं। पुस्तकमस्ति भवतः पार्श्वे? गीतासोपानं भाग द्वितीयभागः, द्वितीयभागः अस्तु, द्वितीयभागः अस्ति अस्ति महोदय। हा, तत्र एकनवतितमे पुटे अस्माकं पाठः, एकनवतितमे पुटे अस्ति अद्य। अवगच्छति वा? आं महोदय, एकनवतितमे पुटे अस्ति। तत्र विषयः अस्ति विधिलिङ्गकारः, पेज् 91। ओके, तत्र अस्माभिः उच्यते स्म यत् तस्य अर्थद्वयं भवति अस्य लकारस्य। तत्र दशलकाराः सन्ति खलु, तत्र अन्यतमः लकारः अस्ति विधिलिङ्गकारः। विधिलिङ्गकारः तत्र अर्थद्वयं भवति तस्य, सम्भावनार्थः अपि च विध्यर्थः। सम्भावनार्थः नाम तत्र पिता मातरं पृच्छति पुत्रः इदानीं किं करोति, पुत्रः इदानीं किं करोति, तत्र माता वदति इदानीं सः किमपि खादेत् इति मन्ये, न जानामि किन्तु प्रायः किमपि खादेत्, नाम प्रायः खादन् अस्ति इति न जानामि किन्तु प्रायः तथा स्यात् इति सम्भावनार्थे अस्ति। इदानीं कुत्र अस्ति? सः स्वस्य प्रकोष्ठे स्यात् अथवा कार्यं कुर्यात् इति यदा कोऽपि स्पष्टतया न जानाति तत्र विधिलिङ्गकारस्य प्रयोगं कर्तुं शक्नोति, व्यक्तीकर्तुं यत् सम्भावना अस्ति किन्तु न जानामि स्पष्टतया इति एकः अर्थः अस्ति। अनन्तरं द्वितीय अर्थः यथा लोट्लकारः भवति, आज्ञात्मकः अर्थः अस्ति विधिः इति, यदा वदामः विधिः, आज्ञा, आदेशः इति तादृशद्वितीयप्रयोगः अस्ति। तत्र पञ्चदशः पाठः तस्मिन् विषये अस्ति विद्यार्थे, नाम गच्छतु, इतः गच्छतु इदानीम् इति इत्यस्मिन् अर्थे इतः गच्छेत् इति अपि भवति इति अपि अस्ति। तर्हि कथा अस्ति एकनवतितमे पुटे, तत्र पङ्क्तिशः पश्येम। इदानीं सहदेवः इति अस्तु, सन्ध्याभगिनी पठतु कृपया, अनन्तरं नकुलमहोदय तत्र सुब्रह्मण्यमहोदय इति करोतु कृपया. नकुलसहदेवौ युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः. अहं देवः. कोः भ्रातः श्वः युद्धस्य पञ्चमं दिनम्? आं भ्रातः. एकमेष पश्येम पश्येम, अत्र भोः भ्रातः, भ्रातः इति कीदृशरूपमस्ति? सम्बोधना. अत्र प्रातिपदिकं किं? भ्रातृ. भ्रातृ. हा, एकवचने प्रथमविभक्त्यन्तं पदं किं? भ्राता. हा, भ्राता. अत्र सम्बोधनमस्ति भ्रातः, यत्र ऋकारान्तपदमस्ति भ्रातः. समीचीनमस्ति, सम्बोधनमस्ति. हा, अस्तु, अन्यत् सर्वं स्पष्टं स्यात्. श्वः युद्धस्य पञ्चमं दिनम्. अस्तु महोदय, अग्रे. आं भ्रातः, अद्यावधि पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः. अत्र अर्थः कः? अत्र नकुलः वदति अद्यावधि इत्युक्ते अद्यपर्यन्तम्, अद्यपर्यन्तं पञ्चलक्ष उपरि एव सैनिकाः मृताः इति वदति. अत्र वीरगतिं प्राप्तवन्तः इत्युक्ते ते सैनिकाः मृताः इति. सत्यं सत्यं. तत्र अद्यावधि इति इत्यस्य विचारं करोतु. अद्यावधि अवधि अद्य योगः अवधि इति अस्ति खलु. समीचीनम्. अद्य योगः अवधिः. अवधिः अवधिः इत्युक्ते सीमा खलु, सर्वे जानीयुः. सीमा. तद् अद्य इति सीमां कृत्वा अद्यावधि. अस्तु, समीचीनमस्ति. सन्ध्याभगिनी अग्रे. कथं जानाति मृतवान्? वीरगतिः इत्यस्य तादृश अर्थः, वीरगतिः. अस्तु. ते मरणं प्राप्तवन्तः युद्धसमये, तत्कारणात् ते वीरगतिं प्राप्तवन्तः इति अर्थः अत्र. श्वः किं किं भवेत् इति चिन्तयामि. कः युद्धारम्भं कुर्यात्? अत्र अर्थः कः इति वदतु. श्वः किं किं भवेत् इति चिन्तयामि. आं, श्वः किम् अभवत् इति चिन्तयामि. अभवत् इति अत्र श्वः नाम भविष्यत्कालः अथवा भूतकालः? ओ, भविष्यत्कालः. श्वः किं भविष्यति इति चिन्तयामि. अत्र सम्भावनार्थे अस्ति खलु. किं किं भविष्यति नाम किं भवितुम् अर्हति, किं भवितुं शक्नोति श्वः इति. किं भवेत्? अस्तु, कः युद्धारम्भं कुर्यात् नाम? कः युद्धारम्भं इत्युक्ते आरम्भः, आरम्भः इति जानाति वा? आरम्भः. कः युद्धस्य आरम्भम् इति समस्तपदमस्ति. अग्रिमे पुस्तके समस्तपदानां विषयः आयाति. युद्धयोगः आरम्भः नाम युद्धस्य आरम्भः युद्धारम्भः. कुर्यात् इति कीदृशरूपम् अस्ति? किं नूतन नाम कीद् लट् लकारस्य रूपं किं लट् वर्तमानकालस्य करोति इत्यस्य विधिलिङ् लकाररूपमस्ति कुर्यात्. तर्हि कः युद्धारम्भं कुर्यात् कीदृशार्थः अस्ति? विद्यारम्भं न अवगच्छामि. युद्धारम्भं विद्यारम्भम् आम्. प्रश्नः कः भवत्याः? शब्दः अस्ति युद्धारम्भं, युद्धस्य आरम्भः. नास्ति, नूतनरूपं न अवगच्छामि. अहं पुस्तके अन्वेषयामि इदानीं. तर्हि किं न अवगच्छति भवती? कुर्यात् इति भवती उक्तवती खलु, करोति, क्रीडातु, करोति. नाम करोति इति लट् लकारः विद्यमानकालः लट्. तस्य विधिलिङ् लकारः अस्ति कुर्यात्. नाम किमर्थं तत्र शङ्का अस्ति, सन्देहः अस्ति, सः न जानाति कः करिष्यति इति न जानाति. यत्र न जानीमः अत्र अत्र पाठस्य विषयः कः? सम्भावनार्थः. यत् सम्भावना इति जानाति वा? सम्भावना यत्र यत्र निश्चितरूपेण न जानीमः तत्र सम्भावना यत्र अस्ति, सम्भावना. अत्र सम्भावना अस्ति, अत्र शङ्का अस्ति, सन्देहः. नाम सः प्रश्नवाचकचिह्नः अस्ति खलु, प्रश्नवाचकचिह्नम्. अत्र कः युद्धारम्भं कुर्यात्? युद्धः न आरब्धवान्. एतावता युद्धं न आरब्धं कः? केन युद्धम् आरप्स्यते इति न ज्ञायते, सः न जानाति, अतः सः पृच्छति. कः युद्धारम्भं करिष्यति? कः करिष्यति इति न जानाति, अज्ञात्वा वदति यत् कः युद्धारम्भं कुर्यात्, कः करिष्यति. अस्तु महोदय, अग्रे. तत्तु सेनापतिः निश्चिनीयात्. भवान् केन सह युद्धं कुर्यात्? कः युद्धारम्भं कुर्यात् इति तु सेनापतिः निश्चयं कुर्यात् इति प्रथमवाक्यस्य अर्थः अत्र. भवान् केन सह युद्धं कुर्यात्? अत्र नकुलः सहदेवं पृच्छति. सहदेव केन सह युद्धं कर्तुं इच्छति इति. सत्यं कथा अस्ति खलु. अस्तु, तर्हि तत्तु सेनापतिः अत्र ची धातुः अस्ति, ची चिनोति, चयनं चिनोति इति अस्ति. चिनोति चिनुयात्, निश्चिनोति निश्चिनुयात्. स्वादिगणे अस्ति, श्नु इति विकरणप्रत्ययः अस्ति, चिनोति. इश्चिनोति अस्ति. अस्तु, समीचीनमस्ति. तर्हि इश्चिनुयात्. स्पष्टमस्ति सर्वेषां कृते? अस्तु, अग्रे सरेम. तर्हि मीना भगिनी, सहदेवः अपि च श्रीनिवासमहोदय तत्र नकुलः. अस्तु, मीना भगिनी. ये पुरतः आगच्छेयुः तैः सह कुर्याम्. अस्माकं व्यूहरचना कथं स्यात्? ये कः मम पुरतः आगच्छति तत् कः कैः मम पुरतः आगच्छन्ति तैः सह अहं युद्धं करिष्यामि इति सहदेवः वदति. परन्तु प्रश्नं वदति, कथम् अस्माकं व्यूहं कथं करिष्यति इति नकुलस्य इति ज्ञातुम् इच्छति इति प्रश्नं वदति. हा, समीचीनमस्ति. हा, तर्हि अत्र ये पुरतः आगच्छेयुः, ये पुरतः आगच्छेयुः तैः सह कुर्याम्. अत्र ये इति अस्य का विभक्तिः? प्रथमा विभक्ति बहुवचन. यः यौ ये. अपि च तैः? तैः सह तौ ते. तैः सह तृतीया विभक्ति बहुवचन. तैः अत्र ये अत्र प्रथमाविभक्तौ अस्ति, तैः इति तृतीयविभक्तौ अस्ति. कथं, किमर्थं भेदः अस्ति अत्र? युद्धं करोमि कैः सह युद्धं करोमि इति तृतीया विभक्ति मे विभक्ति. यत्र सः इति उपपदमस्ति, सः अत्र उपपदविभक्तिः इति वदामः. उपपदविभक्तिः अत्र कारकविभक्तिः अस्ति, उपपदविभक्तिः अस्ति. हा, यत्र यत्र क्रियया सह अन्वयः अस्ति, क्रियापदं, यत्र यत्र किमपि नामपदं, सुबन्तपदं क्रियया सह अन्वेति, हा, तत्र सम्बन्धः भवति अन्वेति इति यत्र, तत्र कारकविभक्तिः इति वदामः. नाम विभक्तेः निश्चयः भवति कारकसिद्धान्तेन. अपि च यत्र क्रियया अन्वयः नास्ति, यथा अत्र, अत्र अन्वयः भवति सः इति पदेन सह. अत्र कारकविभक्तिः नास्ति, अपि तु उपपदविभक्तिः इति वदामः. तर्हि अत्र ये पुरतः आगच्छेयुः, अत्र आगच्छेयुः इति क्रियापदमस्ति, तिङन्तपदं क्रियापदमस्ति. तच्च क्रियापदं कर्तरिप्रयोगे अस्ति. अग्रे गत्वा द्रक्ष्यामः. नाम तत्र प्रयोगद्वयं भवति, कर्तरिप्रयोगः, कर्मणि प्रयोगः. अत्र कर्तरिप्रयोगे अस्ति इति कारणेन ये साक्षात् अन्वेति आगच्छेयुः इति, ये इति कर्तृपदमस्ति. कर्तरिप्रयोगे क्रियापदेन सह साक्षात् कर्तृपदम् अन्वेति. तर्हि ये आगच्छेयुः इति वाक्यम्. अनन्तरं सः इत्यनेन सह ते इति अन्वेति इति कृत्वा तैः, तैः सह. कुर्याम्, अत्र कुर्याम् इति क्रियपदं, तत्र कर्तृपदं किं कुर्याम् इति पदस्य? कृ दातु कुर्यां कुर्याव कुर्याम समीचीनं कुर्याम् इति अस्मिन् वाक्ये कुर्याम् इति क्रियापदमस्ति, तस्य कर्तृपदं किम्? करोमि. कर्तृपदं नाम किम् इति, कर्तृपदम् इति न अवगच्छति वा भगिनि? कर्तृपदं यः करोति तस्य नाम अस्ति महोदय, एकनिमेषः, तत्र कर्तृपदम्. अत्र क्रियापदं भवति खलु, खलु गच्छति, लिखति, चिन्तयति इति क्रियापदानि सन्ति. अनन्तरं बालकः, अहं, सा, पुत्री इति कर्तृपदानि सन्ति. नाम वा यथा बालकः कार्यं करोति, बालकः कार्यं करोति, अत्र बालकः इति अस्तु, भवान् एव वदतु वा सुब्रह्मण्यं महोदय, तत्र कर्ता इति न वदामः, तत्र कर्ता इति अस्ति कर्तृपदं. कस्मिन् वाक्ये महोदय? यदि बालकः कार्यं करोति, बालकः कार्यं करोति, बालकः कर्ता अस्ति अत्र, प्रथमाविभक्तिरूपमस्ति, कर्तृपदं कर्तृपदमस्ति. बालकः कार्यं, कार्यं कर्मपदमस्ति द्वितीयाविभक्ति. करोति क्रियापदमस्ति, अत्र बालकः करोति, किं करोति? कार्यं करोति. अहमेव कर्तृपदं. कर्तृपदं यः करोति कस्मिन् यस्मिन् कस्मिन्नपि वाक्ये यः करोति तस्य तस्य कर्तृपदत्वं भवति, कर्तृपदं भवति. इति वाक्येन अहं कार्यं करोति, अहं युद्धं करोमि इति, सो अहं कर्तृपदं. हा हा इति अस्ति, अहं कर्तृपदमस्ति. तर्हि ये पुरतः आगच्छेयुः तैः सह कुर्यां, कुर्याम् इति क्रियापदस्य कर्तृपदं किम् अस्मिन् वाक्ये? अहं कर्तृपदं. हा हा हा समीचीनमस्ति, अत्र अहमिति अस्ति, यद्यपि न उक्तं वाक्ये, वाक्ये न नास्ति, किन्तु नास्ति चेदपि अहमिति एव अस्ति. अस्तु समीचीनम्, अग्रिमभागं वदतु अस्माकम्. अस्माकं व्यूहरचना कथं स्यात्? अस्माकं स्यात् इति अस्ति, स्यात् इत्यस्य कर्तृपदं किं? स्यात् कथं, कः कथं, नो हौ अस्माकं कथं, कर्तृपदं न अस्ति. नाम कुत्रचित् कुत्रचित् क्रियापदं भवति वा यस्य कर्तृपदं नास्ति? कर्तरिप्रयोगः नास्ति. कर्तरिप्रयोगः अस्तु, अस्ति अस्ति. अत्र भेदः कः? तत्र क्रियापदं द्विविधमस्ति. तत्र क्रियपदं सकर्मकः अपि च अकर्मकः. अत्र लक्ष्मीभगिनी वदतु, स्यात् इति तत्र अस् धातुः सकर्मकधातुः अथवा अकर्मकधातुः? अकर्मकधातुः. अकर्मकधातुः अस्ति, अकर्मकधातुः इति इत्युक्ते तत्र कर्मपदं न स्वीकरोति कदाचिदपि, कर्मपदं न कदापि स्वीकरोति, किन्तु कर्तृपदं तु भवति, कर्तृपदं भविष्यति. न पश्यतु, तत्र बालकः प्रकोष्ठे अस्ति, अत्र बालकः प्रकोष्ठे अस्ति इत्यस्मिन् वाक्ये कर्तृपदं किं वदतु मीना भगिनी? बालकः, बालकः, बालकः नाम कः अस्ति? बालकः. अत्र अस्माकं व्यूहरचना कथं स्यात्, किं स्यात्, किं व्यूहर, किं व्यूहर, वस्तुतः का इति किन्तु वक्तुं न इच्छामः, तत्र का स्यात् इति प्रश्नः अस्ति. लक्ष्मी भगिनी वदतु कृपया. अत्र स्यात् विधिलिङ्गरूप रूपम् अस्ति शब्दस्य विधिलिङ्गरूपं वा? सत्यम्। अस्माकं व्यूहरचना कथं स्यात्? श्वः अस्माकं व्यूहरचना कथं करिष्यामि, कथं करिष्यामि, कथं भविष्यति, कथं भविष्यति? स्यात् इति क्रियपदस्य कर्तृपदं किम् अत्र? व्यूहरचना। व्यूहरचना स्यात्। अवगच्छामि। स्पष्टमस्ति महोदय। व्यूहरचना स्यात्, यथा बालकः अस्ति व्यूहरचना स्यात्, बालकः स्यात्, यः कोऽपि स्यात्, तत्र अस्तु, समीचीनमस्ति। अग्रे तर्हि श्रीनिवासमहोदय, कृपया अग्रे। अहं प्रयत्नं करोमि। प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि, आवां नेतृत्वं वहेव। प्रायः द्वौ व्यूहौ चिन्तयन्ति, द्वौ व्यूहौ भवेताम् इति इत्युक्ते अग्रे अग्रिमे पुटे तत्र पश्येम एकवारं, त्रिनवतितमे पुटे रूपाणि सन्ति, पठ धातोः, पठेत्, पठेतां, पठेयुः, पठेः, पठेतं, पठेत, पठेयं, पठेव, पठेम इति रूपाणि सन्ति। तत्र कस्मिन् वचने अस्ति, कस्मिन् पुरुषे, कस्मिन् वचने च भवेताम्? भवेतां द्विवचनम्। पुरुषः प्रथमपुरुषः, समीचीनमस्ति। प्रथमपुरुषः अपि च द्विवचनं, प्रायः अत्र भवेताम् इत्यस्य कर्तृपदं किं? व्यूहौ इति अस्ति, व्यूहौ भवेताम् इति चिन्तयामि। अग्रे आवां नेतृत्वं वहेव इत्युक्ते नेतृत्वम् इति अवगच्छति वा? नेतृत्वम् इत्युक्ते लीडर्शिप्। अत्र आङ्ग्लभाषां न जानीमः किन्तु तथा अत्र नेतृत्वम् इति, नेता इति शब्दस्य भावः त्वप्रत्ययः संयुज्यते, यथा सुन्दर इत्यस्य भावः सुन्दरत्वं, बालकस्य भावः बालकत्वं, तत्र नेता नेतोः नेतुः तत्र नेतुः भावः अस्ति नेतृत्वम्। समीचीनमस्ति। आवां नेतृत्वं वहेव, वहेव तत्र कीदृशार्थः अस्ति? वहेव लट् लकारस्य रूपं किं? लट् वर्तमानकालस्य प्रथमपुरुषस्य एकवचने, नास्ति चेत् शिल्पा भगिनी वदति वा? अत्र वहेव इति अस्ति, लट् लकारस्य प्रथमपुरुष एकवचने, न जानामि, वहेव इत्यस्य विधिलिङ्गकारस्य अत्र पुरुषः वचनं किं? क्षम्यतां, पुरुषः उत्तमपुरुषः द्विवचने. हा, द्विवचनम्. अत्र तत्र अनुमानं करोतु, चिन्तयतु अस्य लट्लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं किं स्यात्? वहति. हा, वहति इति अस्ति. वहति, वहति नाम भारम् इति. भारं जानाति वा? भारः, कश्चन भारः अस्ति, तत्र भारं वहति इति. भारः इति जानाति वा? न, न जानामि. यथा यथा यदि भवती स्थानान्तरं करोति, नाम तत्र यस्मिन् गृहे वसति इदानीं, कुत्रचित् अन्यत्र गत्वा अपरस्मिन् गृहे वसति इति योजना अस्ति, तादृशी योजना अस्ति इति चेत् तत्र उषितुम् इच्छति अन्यत्र इति चेत् तत्र भवत्याः इदानीन्तने गृहे बहूनि वस्तूनि सन्ति खलु? बहूनि वस्तूनि सन्ति. कानिचन वस्तूनि तत्र भवती तत्र स्वयं वहितुं न शक्नोति, वोढुं, क्षम्यतां, वोढुं न शक्नोति. कानिचन तत्र वः इत्यस्य तुमन् इति वोढुं, तत्र कानिचन वस्तूनि तत्र भवती स्वयं वोढुं न शक्नोति इति कृत्वा इति इत्यनेन कारणेन, यतोहि बहु नाम वस्तु बहु बृहत् अस्ति, भारः अस्ति, भारः अस्ति, अतः तत्र धनं दत्वा अन्यं कमपि आह्वयति भवती यत् अन्यत्र अत्र आगत्य मम सहायं करोतु, अन्यत् गृहं गन्तुमिच्छामि, मम सहायं करोतु, अहं तावत् धनमहं दास्यामि. तर्हि कश्चन पुरुषः आगत्य येषां वस्तूनाम् अधिकभारमस्ति सः स्वयं वहति भवत्याः कृते, यतोहि भवती तु न कर्तुं शक्ष्यति. अवगच्छति वा? किञ्चित्. तर्हि भारः अधिकः, तर्हि भारं वहति इति अभिव्यक्तिः अस्ति. तत्र भारं वहति. अत्र तत्र गृहस्य तत्र शारीरिकं वस्तु, शारीरिकं वस्तु नाम तत्र फिसिकल् वस्तु इति कृत्वा शारीरिकं वस्तु अस्ति, तत्र वोढुं न शक्नोति भवती यतोहि तत्र भारः अधिकः अस्ति. यत्किमपि वस्तु तत्र कानिचन वस्तूनि तत्र तेषाम् अधिकभारः अस्ति, भारः इति कृत्वा अन्य कोऽपि भारं वोढुं शक्नोति भवत्याः कृते, भवती धनं ददाति. अत्र नेतृत्वम् अत्र भिन्नरीत्या उपयुज्यते. वहति अत्र शारीरिकवस्तु नास्ति, शारीरिकवस्तु नास्ति, अत्र नेतृत्वं तत्र स्कन्धे अत्र उत्तरदायित्वं, दायित्वं जानाति वा? दायित्वं दायित्वं, मम दायित्वं भवति, अहं दायित्वं वहामि, दायित्वं, दायित्वं यतोहि उदाहरणार्थम् अयं वर्गः, संस्कृतवर्गः, मम दायित्वमस्ति, रिस्पान्सिबिलिटि, मम दायित्वं, हा, मम दायित्वमस्ति, अतः अस्य वर्गस्य कृते अहं दायित्वं वहामि. तत्र गृहस्य वस्तूनि तत्र वस्तूनि कोऽपि तेषां भारं वहति, किन्तु अत्र दायित्वं वहामि. अत्र अस्मिन् वाक्ये नेतृत्वं वहति कोऽपि. अवगच्छति वा? अधुना अवगच्छामि. अस्तु, इदानीं श्रीनिवासमहोदय तत्र स्पष्टता जाता वा? आवां नेतृत्वं वहेव. अस्तु, इति स्पष्टं स्यात्. पद्माभगिनी अवगच्छति वा? भगिनी अस्ति? आं महोदय, अवगच्छामि. अवगच्छति? आं महोदय. अस्तु अस्तु, अग्रे अग्रे. तर्हि कः पठति इदानीं? मीना भगिनी. मीना भगिनी. आम् आत्मानं परितः अश्वतलं स्थापयेव. सहदेवः वदति आवां नाम सहदेव च नकुलः, सहदेव च नकुलः च परितः अश्वसेन स्थापनं करोति. अत्र समीचीनमस्ति. स्थादातुः स्थापयति, स्थापयति इति लट्लकारः, स्थापयेत् इति प्रथमपुरुषस्य एकवचनान्तरूपं भवति लट्लक द्विधिलिङ्गकारे. अत्र कः पुरुषः, किं वचनं च? स्थापयेव उत्तमपुरुषः द्विवचन, द्विवचनं हा. अस्तु. आत्मानं परितः, परितः इति उपपदमस्ति, पुनः उपपदविभक्तिः अस्ति. आत्मानमिति का विभक्तिः? आत्मानं द्विवचने, सारि, द्वितीयविभक्ति एकवचनं. द्वितीयविभक्तिः एकवचनं. समीचीनमस्ति. तर्हि यथा सः शब्दः, यत्र सः शब्दः भवति तत्र येन सह भवति तस्य तृतीया विभक्तिः भवति. अत्र परितः येन सह भवति तस्य द्वितीया विभक्तिः भवति. आत्मानं परितः अश्वदलं, दलं दलं शुभभगिनी जानाति, समूहः. समूहः अश्वानां समूहः. दलमिति जानाति वा? न, समूहः न जानाति. अत्र यत्र यत्र एकः पुरुषः अस्ति, एकाकी अस्ति खलु, एकाकी इति जानाति खलु, एकाकी जानामि. एकः एव पुरुषः अस्ति, सः एकाकी अस्ति. किन्तु यदि पञ्चजनाः सन्ति, दशजनाः, तत्र जनसमूहः अस्ति, एकाकी न, समूहः. तर्हि समूहः इति यथा दलमपि तथा, समूहः दलं समानम्. तर्हि अश्वदलम्, अश्वानां दलम्, अश्वानां समूहः इति अस्ति. स्पष्टं? स्पष्टम्. एकः प्रश्नः अस्ति अत्र. स्थाप एव तु उत्तमपुरुष द्विवचन क्रियापदं द्विधिलिङ्गरूपमस्ति, परन्तु अत्र आत्मानं तु अस्तु अस्तु अस्तु अत्र अत्र आवां स्थापयेव इति आवाम् अत्र कर्तृपदं किल? सत्यं सत्यं, स्थापयेव अश्वदलं स्थापयेव. स्पष्टं नास्ति महोदय. आत्मानं तु एकवचनं, आवाम् आत्मानं किम् एकवचनं न द्विवचनं? आत्मानं भवती वदतु. आत्मानौ स्थापयेव आत्मा, लक्ष्मीभगिनी वदतु रूपाणि कृपया. आत्मा प्रथमाविभक्तिः तत्र रूपाणि एकवचने द्विवचने बहुवचने वदतु आत्माशब्दस्य, आत्मन् आत्मा, आत्मानौ, आत्मनः, आत्मानम्, आत्मनः. न न न, आत्मा, आत्मानौ, आत्मानः, आत्मा, आत्मानः, आत्मानम्, आत्मानौ, आत्मनः, अत्र आत्मानं परितः द्वितीय एकवचनं, द्वितीयविभक्ति एकवचनम्. अस्तु, मीना भगिनी स्पष्टमस्ति वा? न, सुब्रह्मण्यमहोदय, एकः प्रश्नः. अत्र द्वितीयविभक्तिः अस्ति, उपपदविभक्तिः अस्ति, परितः इति आवाम् आत्मानं परितः अश्वदलं स्थापयेव. आवां स्थापयेव आत्मानं परितः, यतोहि सः देवः अन्यत्र अस्ति, नकुलः अन्यत्र भविष्यति. अतः एकवचने आत्मानमस्ति, किन्तु जनद्वयमस्ति. यत्र अहमस्मि तत्र आत्मानं परितः अश्वदलं स्थापयामि, भवान् यत्र अस्ति तत्र स्वं परितः, आत्मानं परितः अश्वदलं स्थापयतु. द्वौ स्थानौ अश्वदलं स्थापयेत्, एकस्थलं सहदेव स्थापयेत्, अन्यत्र नकुलः स्थापयेत् इति अर्थः अस्ति. स्पष्टं महोदय. अस्तु अस्तु, समीचीनम्. अस्तु, श्रीनिवासमहोदय अग्रे. कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्, कौरवाः युगपत् सर्वत्र आपतेयुः. कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्. कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्. रणतन्त्रमिति जानाति वा? रणतन्त्रं यथा व्यूहरचना तादृश अर्थः अस्ति. रणतन्त्रं परिवर्तयति, परिवर्तयत्, परिवर्तनं करोति. अत्र अर्थः स्पष्टः वा? कदाचित् इति जानाति वा? कदाचित् इति शब्दं जानाति वा? कदाचित् अस्मिन् पुस्तके कश्चन विषयः अस्ति, चित्चन, यत्र कदा इति न जानीमः. कदा इति न जानीमः चेत् तत्र कदाचित् इति वदामः. कस्मिंश्चित् समये, कस्मिन् समये इति न जानीमः, किन्तु एकस्मिन् समये कदा इति न जानीमः. अतः कदाचित् यथा मम मित्रं आगच्छति, मम पिता मां पृच्छति कदा आगच्छति, अहं वद, यतोहि अहं न जानामि कदा आगच्छति, अतः न जानामि कदाचित् आगच्छेत् न जानामि कदा. एकस्मिन् समये. अस्तु, कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्. अस्तु, अग्रे. परिवर्तनं करोति. कौरवाः युगपत् सर्वत्र आपतेयुः. अहं न जानामि. अस्तु, सुब्रह्मण्यं वदतु. अत्र युगपत् इत्युक्ते एकः न, परन्तु द्वौ इति अहं चिन्तयामि महोदय. युगपत् इत्युक्ते एकस्मिन् काले, एकस्मिन् काले एकः न, परन्तु द्वौ. अत्र द्वौ इति न, अत्र द्वौ इति द्विवचनं कुत्र अस्ति? कौरवाः न, अत्र द्वौ इत्युक्ते एकः न आगच्छति, परन्तु एकम् एकः अधिकः एव आगच्छति इति अहं एकस्मात् अधिकाः जनाः बहवः जनाः सर्वे जनाः एते सर्वे सर्वत्र एकस्मिन् समये समानकाले अत्र सर्वत्र अस्तु महोदय युगपत् सर्वत्र नाम समानकाले सर्वत्र आपतेयुः आपतति इति अस्ति पत् धातुः महोदय इत्युक्ते अत्र आगच्छन्ति इति अतः आगच्छेयुः विधिलिङ्गरूपम् आगच्छेयुः आपतेयुः आपतेयुः इति आगच्छेयुः इति तादृश अर्थः अस्ति अवश्यम् आपतेयुः नाम यत्र वयं न जानीमः तस्मात् प्राक् ते कुत्र आगच्छेयुः इति न जानीमः इति सहदेवः न जानाति इति कारणेन तत्र आपतेयुः इति वदति न तु आगच्छेयुः तत्र प्रायः तादृश अर्थः अस्ति आगच्छेयुः किन्तु यत्र वयं न जानीमः कुत्र आगच्छेयुः तत्र आपतेयुः इति नाम उदाहरणार्थम् एकस्मिन् दिने शिल्पा भगिनी स्वस्य गृहे अस्ति तदानीं कश्चन पुरुषः अतिथिरूपेण आगच्छति तत्र एकवर्षपर्यन्तं स्थातुमिच्छति शिल्पा भगिन्याः गृहे सा तु न जानाति स्म अकस्मात् अयं पुरुषः आगच्छति तत्र पितुः भ्राता इति आगच्छति तत्र वयं वदामः पितुः भ्राता तत्र शिल्पा भगिन्याः गृहम् आपतति यतोहि भगिनी तु न जानाति अकस्मात् आगच्छति स्पष्टमस्ति अस्तु अस्तु समीचीनमस्ति तर्हि अग्रे गच्छेम पद्मा भगिनी सहदेवः अपि च लक्ष्मीभगिनी अनुकूलः आम् महोदय चिन्ता न करणीया कृष्णः तत् परिहारोपायं चिन्तयेत् वदतु सहदेव वदति चिन्ता मास्तु कृष्ण उपायं निश्चितेन चिन्तयति इति विधिलिङ्गि चिन्तयेत् हा अत्र निश्चितरूपेण इति न निश्चयेन इति नास्ति खलु चिन्तयेत् इति सम्भावनार्थे सम्भावना अस्ति तादृशरूपेण न इति नास्ति निश्चितरूपेण नास्ति अत्र निश्चितमस्ति चेत् तत्र विधिलिङ्गकारस्य उपयोगः न भवति अत्र सम्भावनार्थे अस्ति खलु कदापि चिन्तयति हा चिन्ता न करणीया कृष्णः तस्य परिहारस्य उपायं चिन्तयेत् इति प्रायः चिन्तयिष्यति इति अर्थः अस्तु अग्रे लक्ष्मीभगिनी अग्रे कृष्णार्जुनौ श्वः अन्यत्र गच्छेताम् आवाभ्यां सह प्राता भीमः तिष्ठेत् नकुलः वदति कृष्णार्जुनौ श्वः अन्यत्र गच्छेताम् विधिलिङ्गरूपस्य विधिलिङ्गरूपं प्रथमपुरुष द्विवचनरूपं गच्छेताम् वर्तमानकालरूपं गच्छतः समीचीनमस्ति गच्छेताम् अन्यत्र अनन्तरम् आवाभ्यां सह भ्राता भीमः तिष्ठेत् आवाभ्यां सह भ्राता भीमः तिष्ठति, वर्तमानकालरूपं तिष्ठति. अत्र अत्र यत्र सम्भावनार्थे अस्ति तत्र वयम् एवमेव लट् लकारस्य रूपं वक्तुं शक्नुमः, किन्तु वस्तुतः यत्र सम्भावनार्थे अस्ति तत्र कस्मिन् काले अस्ति? भूतकाले अथवा वर्तमानकाले अथवा भविष्यत्काले? भविष्यत्कालरूपम् इति निश्चितमस्ति खलु. यत्र सम्भावना अस्ति, यद् जातं पूर्वं भूतकाले तत्तु जातम् एव, तत्र सम्भावना नास्ति. वर्तमानकाले अपि नास्ति, केवलं भविष्यत्काले सम्भावना भवितुमर्हति खलु. अतः तस्य समानार्थकशब्दम् इति वक्तुम् इच्छामश्चेत् तत्र भविष्यत्कालस्य रूपं वदतु. स्थास्यति. हा, अवाभ्यां सह भ्राता प्रायः स्थास्यति इति अर्थः. अस्तु, समीचीनं. भगिनी अग्रे, पद्माभगिनी अग्रे. हा महोदय, तदापि उक्तमेव, भीमं दृष्ट्वा कौरववीराः भीत्या धावेयुः. सहदेव वदति समीचीनं, भीमं पश्चेतां कौरववीराः भीत्याः धावति, धाविष्यति. धावेयुः सम्भावना विधिलिङ्ग लकारः, धावति लिट् लकारः, धावन्ति बहुवचन, धावति लट् लकार एकवचन. भविष्यकाले धाविष्यति. धाविष्यन्ति बहुवचने. धाविष्यन्ति. अस्तु, समीचीनमस्ति. अग्रे शिल्पा भगिनी वदतु अग्रे. यदि वयं जयेम अथवा ते जयेयुः, किं तेन अस्माभिस्तु स्वधर्मः आचरितः भवति. इति वयं जयेम उत्तमपुरुषः बहुवचनम्. जयेयुः प्रथमपुरुषः बहुवचनं. जयेम जयेयुः च सम्भावना विधिलिङ्ग. समीचीनं. वाक्यस्य अर्थः कः? समीचीनमस्ति. युद्धे वयं जयेम अथवा ते जयेयुः, किं तेन? तर्हि युद्धं मध्ये युद्धे वयम् इत्युक्ते पाण्डवाः, जयिष्यन्ति अथवा कौरवाः जयिष्यन्ति. किं तेन अवगच्छति वा? न, किं तेन, किमर्थं तत्र अस्ति? लक्ष्मीभगिनी वदतु. किं तेन इत्युक्ते अत्र अस्माभिः तु स्वधर्मः आचरितः भवति एतत् वाक्यं विवरणं करोति. युद्धे ते अपि जयिष्यन्ति. अहं जानामि किं तेन इति. तत्र आशयः कः आशयः प्रामुख्यता नास्ति इति वक्तुम् इच्छति. किं वक्तुमिच्छति? नकुलः युद्धे कः जयति इति प्राधान्यता नास्ति. वयं स्वधर्मः आचरितः इति प्राधान्यं नास्ति. समीचीनम्. इति प्राधान्यं नास्ति. प्राधान्यं प्रधानता इति नास्ति. किं तेन किञ्चित् इतोपि वदतु सुब्रह्मण्यमहोदय. किं तेन इत्युक्ते अत्र विजयस्य कः विजयं प्राप्नोति इति तस्य तु प्राधान्यं नास्ति. वयं तु स्वधर्मम् आचरितवन्तः. अत्र नकुलस्य विचारमस्ति पाण्डवाः स्वधर्मः आचरितः तत्कारणात् विजयम् अपि तैः भवति इति सः चिन्तयति. अत्र अत्र नाम किं तेन तेन कस्य जयः भविष्यति इत्यस्मिन् विषये न किमपि महत्त्वं. किं तेन न किमपि महत्त्वम्. अत्र शिवभगिनी शृणोतु, अत्र सामान्य अभिव्यक्तिः अस्ति. किं तेन यत्र अस्माकं मनसि न किमपि महत्त्वमस्ति. यथा कश्चन साधुः अस्ति. स च साधुः इदानीं साधनां करोति, ध्यानं करोति वने ध्यानं करोति. अपि च कश्चन वणिक् तस्य पार्श्वे आगत्य वदति यत् पश्यतु, हे भोः, पश्यतु मम पार्श्वे बहु धनमस्ति, बहु धनमस्ति. तु साधुः वदति किं तेन किं भविष्यति, अनेन किं भविष्यति, किमपि कोऽपि लाभः अस्ति वा तस्मिन्? लाभः अस्ति वा? न कोऽपि लाभः. मम मनसि न किमपि किं तेन न किमपि महत्त्वम्. अस्तु अस्तु. तेन किं किमपि नास्ति, तेन किमपि न भवति इति अर्थः. अस्तु, इति अन्तिमभागं. अस्तु, सन्ध्या भगिनी पठतु कृपया. आम् तथैव कुर्मः इति जानीमः. अस्तु, इदानीं क्रियापदं वदामि. सर्वे रचयन्तु एकं विधिलिङ्गसम्बद्धवाक्यम्. अस्तु, इदानीं सन्ध्या भगिनी गच्छति विधिलिङ्गलकारे परिवर्त्य तत्र वाक्यं रचयतु. इदानीं पद्मा भगिनी अत्र पठति. शिल्पा भगिनी क्रीडति. लक्ष्मी भगिनी वदति. अनन्तरं मीना भगिनी पिबति. सुब्रह्मण्यमहोदय तत्र नयति. श्रीनिवासमहोदय तत्र लिखति. शीघ्रमेव यत्किमपि अभ्यासार्थम्. अहं श्वः दुग्धं न पिबेत्. किन्तु न्यूनातिन्यूनं वाक्यं साधु स्यात्. अहं श्वः दुग्धं न पिबेयम्. पुनः वदतु. अहं श्वः दुग्धं न पिबेयम्. इदानीं समीचीनमस्ति. अस्तु, अग्रे. बालकः प्रायः गीतापुस्तकं पठेत्. प्रायः द्वि किं किमस्ति? भगवद्गीतापुस्तकं पठेत्. अस्तु अस्तु अस्तु, हा समीचीनमस्ति. अग्रे अहं समयः किं वदतु अस्तु सन्ध्या भगिनी वदतु. यदि समयः अस्ति अहमपि गच्छेयम्. वाक्यं बहु समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. अहम् एतत् कार्यं न करिष्यामि, कथं वदेयम्? समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे सायङ्काले मम पुत्रः क्रीडेत्. क्रीडेत्, समीचीनमस्ति. अग्रे कार्यालयात् सः सङ्गणकं श्वः नयेत्, किम्? समीचीनम्. अग्रे अहं श्वः वाक्यद्वयं लिखेत्. किन्तु लिखेत् इति तत्र रूपं तत्र किं रूपं स्यात्? अहम् पुनः वाक्यं वदतु. अहं श्वः वाक्यद्वयं लिखेयं. लिखेयं, समीचीनम्. अग्रे सर्वे उक्तवन्तः वा? रिमन्या सर्वे उक्तवन्तः. अस्तु, समीचीनमस्ति. इदानीं कश्चन अन्य अभ्यासः अस्ति. यथा पठ् धातुः पठेत्, पठेयुः, अत्र केवलं प्रथमपुरुषस्य एकवचने बहुवचने, उत्तमपुरुषस्य एकवचने बहुवचने इति वदामः एकवारं. पठेत्, पठेयुः, पठेयं, पठेम. अत्र सः पठेत् अस्तु, एवम् एवं पठेत्, पठेयुः, पठेयं, पठेम इति तथा कुर्मः एकवारं. अस्तु, इदानीं पद्मा भगिनी तत्र गच्छति इत्यस्य तथा वदतु. पठेयम् उपयोगत्वा गम् धातुः गच्छति इत्यस्य यथा पठेत्, पठेयुः, पठेयं, पठेम इति वदतु. शीघ्रं गच्छेत्, गच्छेतां, गच्छेयुः. न न न, गच्छतां कुत्र अस्ति? एकवचने बहुवचने तथा. पठेत्, पठेयुः, पठेयं, पठेम. अस्तु, लक्ष्मी भगिनी वदतु. गच्छेयुः, गच्छेत्, गच्छेयं, गच्छेम. पुनः वदतु. गच्छेयुः, गच्छेत्, गच्छेयुः. न, एकवचने प्रथमतया. गच्छेत्, गच्छेत्, गच्छे, गच्छेतां, गच्छेयुः, गच्छेत्, गच्छेतां कुत्र अस्ति? लक्ष्मी भगिनी वदतु. गच्छेत्, गच्छेयुः, गच्छेयं, गच्छेम. अस्तु, समीचीनमस्ति. शिल्पा भगिनी, पथ् धातुः पतति. पतति अथवा पतति कि क्रीडति? पतति, पतति इति अस्य. पतति, ओके. पतेत्, पतेयुः, पतेयं, पतेम. समीचीनमस्ति. अस्तु, अग्रे सन्ध्या भगिनी, क्रीडति. क्रीडेत्, क्रीडेयुः, क्रीडेयं, क्रीडेम. समीचीनमस्ति. अस्तु, मीना भगिनी वदति. वदेत्, वदेयुः, वदेयं, वदेम. अस्तु, पद्मा भगिनी वदतु. पिबति. पिबेत्, पिबेयुः, पिधेयं, पिबेम, पिबेम. समीचीनमस्ति. अस्तु, सुब्रह्मण्यमहोदय तत्र लिखति. लिखेत्, लिखेयुः, लिखेयं, लिखेम. श्रीनिवासमहोदय तत्र हसति. हसेत्, हसेयुः, हसेयं, हसेम. समीचीनमस्ति. पद्मा भगिनी नयति. नयति, नये, नयेयुः, नयेयं नयेम. शिल्पा भगिनी, धावति. धावेत्, धावेयुः, धावेयं, धावेम. सन्ध्या भगिनी, पश्यति. पश्यति. न न, अत्र चकारः नास्ति, पश्येत्. ओ, पश्येत्, पश्येयुः, पश्येयं, पश्येम. हा, समीचीनमस्ति. अस्तु, लक्ष्मी भगिनी, पृच्छति. पृच्छेत्, पृच्छेयुः, पृच्छेयं, पृच्छेम. समीचीनमस्ति. अस्तु, अग्रे मीना भगिनी, मिलति. मिलेत्, मिलेयुः, मिलेयं, मिलेम. अस्तु, अग्रे सुब्रह्मण्यमहोदय, तत्र खादति. खादेत्, खादेयुः, खादेयं, खादेम. अस्तु, श्रीनिवासमहोदय, तत्र चिन्तयति. चिन्तयेत्, चिन्तयेयुः, चिन्तयेयं, चिन्तयेम. इति रूपाणि सन्ति. चत्वारि रूपाणि जानीमः चेत् तत्र बहु किमपि वक्तुं शक्नुमः. सम्भावनार्थे, विद्यार्थे बहु समीचीनमस्ति. अस्तु, इदानीं ततः अग्रे. अपि च सन्ध्या भगिनी, यदा गन्तव्यमस्ति तत्र गच्छतु, न कापि चिन्ता अस्ति. अग्रे किन्तु हा, अग्रे अग्रे पश्येम. अत्र चतुर्नवतितमे पुटे तत्र भिन्नरीत्या रूपाणि अपि भवन्ति. भिन्नरीत्या रूपाणि अपि भवन्ति. इदानीम् एतावता वयं किं दृष्टवन्तः, यत्र यथा पठति, तत्र पठ इति, पठ इत्यस्य अन्ते लघु अकारः अस्ति. पठ, क्रीड, वद, पीब, हस, नय, धाव, पश्य, मिल, खाद इति रूपाणि सन्ति. किन्तु यत्र तस्य भागस्य अन्ते यत्र अकारः नास्ति, यथा ददाति, तत्र ददाति, तत्र आकारः अस्ति खलु, आकारः ददाति. अथवा करोति, तत्र उकारः अस्ति. जानाति, तत्र आकारः अस्ति. अस्ति, अस्ति, तत्र तत्रापि अकारः नास्ति. नाम तत्र दशधातुगणाः सन्ति इति वयं दृष्टवन्तः पूर्वं. यत्र भुआदिगणः अस्ति, दिवादिगणः अस्ति, चुडादिगणः अस्ति, चुडादिगणः अस्ति, तत्र अकारः भवति. गच्छ, पठ, पत, क्रीड, तत्र रूपाणि यथा वयं कृतवन्तः तथा भवन्ति. किन्तु यत्र करोति इत्यस्य करो इति अस्ति, ददाति इत्यस्य ददा अस्ति, जानाति, जाना अस्ति इति, तत्र मध्ये किमपि नास्ति, तत्र रूपाणि भिन्नरीत्या भवन्ति खलु. यथा वयं दृष्टवन्तः, अस् धातुः स्यात् अस्ति, स्यात् इति तु रूपं भिन्नम् अस्ति खलु, स्यात् इत्यस्य रूपं भिन्नम् अस्ति. तर्हि अत्र शक् धातुः, शक्नोति इति रूपाणि पश्यामः, तत्र शक्नोति. अत्र सुब्रह्मण्यमहोदय, तत्र पठतु कृपया, शक्नोति इत्यस्य. शक् धातुः शक्नुयात्, शक्नुयातां, शक्नुयुः, शक्नुयाः, शक्नुयातं, शक्नुयात, शक्नुयां, शक्नुयाव, शक्नुयाम. तर्हि यथा पठ धातुः, यदि चत्वारि रूपाणि पश्यामः, पठेत्, पठेयुः, पठेयं, पठेम इति वयं कृतवन्तः. पठेत्, पठेयुः, पठेयं, पठेम. इदानीं शक्नुयात्, अत्र एत् अस्ति, पठ एत्, नाम एत् एयुः, एयम्, एम इति, तत्र पठ धातोः इति अभ्यासं वयं कृतवन्तः. पठेत् इति एत् अस्ति, एत् एयुः, एयम्, एम. अत्र यात् अस्ति, शक्नुयात्, यात् युः, याम, याम. शक्नुयात् शक्नुयुः शक्नुयां शक्नुयाम केवलं सम्भावनाद्वयमस्ति. तत्र एत् ए युः एयम् एम अथवा अत्र यात् युः यां याम. यदि तत्र अकारः नास्ति करोति करोति इत्यस्य लक्ष्मीभगिनी पठतु चत्वारि रूपाणि. कुर्यात् कुर्युः कुर्यां कुर्याम. हा समीचीनमस्ति श्रीनिवासः. तत्र महोदय तत्र ददातुः ददाति चत्वारि रूपाणि. ददात् दद्यात् क्षम्यतां दद्यात् दद्युः दद्यां दद्याम. इति अस्ति बहु समीचीनमस्ति. शक्नुयात् शक्नुयुः शक्नुयां शक्नुयाम कुर्यात् कुर्युः कुर्यां कुर्याम दद्यात् दद्युः दद्यां दद्याम इति द्वितीयसमूहः अस्ति. प्रथमसमूहः तथा यथा वयम् अभ्यासं कृतवन्तः इदानीं द्वितीयसमूहः अस्ति इति ज्ञातव्यमस्ति. तस्य अभ्यासमपि करिष्यामः किन्तु इदानीं केवलं प्रदर्शयितुम् इष्टवान्. अस्तु इदानीं किञ्चित् पूर्वं गच्छामः. द्विनवतितमे पुटे तत्र पाठः अस्ति. द्विनवतितमे पुटे तत्र मीना भगिनी पठतु कृपया अवधेयम्. उपरि लिखितेषु वाक्येषु सम्भावना अस्ति कदाचित् प्रायः अथवा इत्यादि पदानि सम्भावनां प्रदर्शयन्ति. सम्भावना ऊहा इत्यर्थे विधिलिङ्लकारस्य प्रयोगः क्रियते. उपरितनानि स्थूलाक्षरैः मुद्रितानि सर्वाणि विधिलिङ्लकारस्य रूपाणि. इति स्पष्टं स्यात्. अस्तु तर्हि ततः नाम सम्भावनार्थे वयं दृष्टवन्तः. अस्तु ततः अग्रे लक्ष्मीभगिनी अग्रे पठतु कृपया एतान् श्लोकान्. एतान् श्लोकान् पठताम् एतेषु प्रयुक्तानि विधिलिङ्गलकाराणि परिशीलयत. निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन पापमेवाश्रये दस्मान् हत्वैता नाततायिनः. अस्तु अत्र विधिलिङ्गकारः कुत्र अस्ति? न जानामि महोदय, न कृतवती. अत्र सन्धिः अस्ति. सन्धिः अस्ति तावदेव. तत्र स्यात् प्लस् योगः जनार्दन स्यात् जनार्दनः. वयं दृष्टवन्तः पूर्वं तत्र जकारस्य प्रभावेन दन्त्यवर्गस्य तलव्य आदेशः भवति. तकारः दन्त्यवर्गस्य प्रथमसदस्य अस्ति. वस्तुतः सन्धिद्वयमस्ति. प्रथमसदस्य अस्ति अतः तकारस्य स्थाने चकारः. अनन्तरं पुनः जकारस्य प्रभावेन चकारस्य स्थाने जकारः भवति. महोदय अत्र स्यात् जनार्दन अत्र विधिलिङ्गरूपमस्ति वा? स्यात् स्यात् जनार्दनः जनार्दन स्यात् मूले तकारः अस्ति. तकारः तर्हि अत्र आहत्य तत्र अन्वयवाक्यं भवति जनार्दन इति सम्बोधनमस्ति आरम्भे. जनार्दन हे जनार्दन इति सम्बोधनमस्ति कृष्णस्य कृते. हे जनार्दन अत्र धार्तराष्ट्रान् धातुरास्त्रान् अनन्तरं नः तत्र पृथक् करोतु. नः इत्युक्ते किं कोऽपि वदतु सर्वनामपदमस्ति. अस्मान् महोदय अस्माकम् अस्माकमपि भवति. अस्तु महोदय अत्र अस्माकमस्ति. अत्र अस्माकमस्ति. अत्र धातुराष्ट्रान् धातुराष्ट्रान् इति अस्य का विभक्तिः? द्वितीया बहुवचनं. हा समीचीनमस्ति. हा निहत्य इति ल्यप् हत्वा इति अस्ति. तर्हि धातुराष्ट्रान् हत्वा नाम निहत्य नः नाम अस्माकं का प्रीतिः स्यात् तेषां मारणेन? महोदय नः इत्युक्ते अस्माकम् अस्माकं कथं कथं नाम सर्वनामपदमस्ति नः. तत्र सर्वनामपदद्वयम् अस्ति तत्र अस्माकम् अथवा नः. तत्र धातुराष्ट्रान् निहत्य नाम तेषां जनानां मारणेन अस्माकं का प्रसन्नता स्यात् का प्रीतिः स्यात्? आततायिनः अग्रे अग्रे आततायिनः इति तत्र किं तत्र वचनं विभक्तिः? आततायिनः अत्र तु आततायिन् महोदय मूल प्रातिपदिकम्. आततायिनः इत्युक्ते अत्र षष्ठीविभक्ति एकवचनम् इति भवितुमर्हति स्म. इति भवितुमर्हति स्म. आततायिनः तत्र रूपाणि अनेकानि सन्ति. तत्र अन्यत्र कुत्र भवितुमर्हति? प्रथमा विभक्ति बहुवचनं, द्वितीया विभक्ति बहुवचनमपि भवितुमर्हति. हा आततायिनः अत्र आततायिनः एतान् हत्वा इति अन्वयः अस्ति. आततायिनः एतान् हत्वा तर्हि का विभक्तिः स्यात्? द्वितीया बहुवचनम्. हा आततायिनः एतान् हत्वा अनन्तरम् अस्मान् पापम् एव आश्रयेत् नाम पापम् अस्मान् एव आश्रयेत्. पापम् इति कर्तृपदमस्ति. पापम् अस्मान् एव आश्रयेत् इति अस्ति. नाम तत्र वयम् एवं तेषां मारणं कुर्मश्चेत् यदि कुर्मः तथा पापः तत्र पापम् नाम अस्मासु आश्रयं स्वीकरिष्यति अस्मासु. पापम् अस्मान् आश्रयेत् नाम अस्मासु पापम् आगच्छेत्. स्पष्टमस्ति वा? अस्तु महोदय. अस्तु समीचीनमस्ति. तर्हि अग्रे श्रीनिवासमहोदय तत्र पठितुमिच्छति वा अग्रिमम्? आम् तस्मान्नार्ह वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव श्याम माधव. अस्तु समीचीनमस्ति. अत्र माधव इति सम्बोधनमस्ति. माधव अनन्तरं सन्धिः अस्ति तस्मान् नार्हा इति तस्मात् तस्मात् वयं स्वबान्धवान् धातुराष्ट्रान् तत्र का विभक्तिः अस्ति? स्वबान्धवान् इति तत्र नकारः यत्र अन्ते अस्ति स्वबान्धवान् हन्तुम् अनन्तरं भवति स्वबान्धवान् धातुराष्ट्रान् हन्तुं नर् न अर्हाः तत्र साहाय्यं करोतु कोऽपि काव्यभक्तिः तत्र कर्मपदमस्ति द्वितीयबहुवचनं स्वबान्धवान् धातुराष्ट्रान् हन्तुं न अर्हाः स्वजनं हि हत्वा कथं सुखिनः स्याम स्याम अत्र विधिलिङ्ग् महोदय स्वयं स्याम स्यात् इत्यस्य उत्तमपुरुष बहुवचनरूपं तर्हि तस्मात् वयं स्वबान्धवान् धातुराष्ट्रान् हन्तुं न अर्हाः स्वजनं हि हत्वा कथं सुखिनः स्याम अवगच्छति वा पुनरेकवारम् अस्तु अस्तु तत्र अत्र स्वजनम् इत्यस्य अर्थम् अवगच्छामः अत्र स्वजनं नाम बान्धवाः स्वजनम् इति द्वितीयविभक्तिः अस्ति स्वस्य बान्धवं माधव तस्मात् कारणात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः कस्मात् कारणात् मीना भगिनी वदतु कस्मात् कारणात् कर्तुं न शक्नुमः पूर्वतनश्लोके अस्ति हत्वान् अहं सुखी न भवति वयं सुखिनः न भवन्ति हा किन्तु अयं शब्दः तस्मात् पूर्वतनात् सूत्रात् अन्वेति तस्मात् पापमेव आश्रयेत् इति पापमाश्रयेत् तस्मात् पापमाश्रयेत् अस्मान् पापमाश्रयेत् तस्मात् वयं स्वबान्धवान् धातुराष्ट्रान् हन्तुं न अर्हाः महोदय एकः प्रश्नः स्वजनं स्वबान्धवान् स्वजनं तु एकवचनं स्वबान्धवान् तु बहुवचनं स्वस्य जनं नाम एवमेव अस्ति तत्र बहुवचने भवितुम् अर्हति स्म किन्तु अत्र जनेरक अर्थे स्वजनं स्वस्य जनं हि हत्वा कथं जेनेरक् इति अस्य अर्थः तत्र जेनेरिक्लि इति स्वीकरोतु यः कोऽपि नाम प्रथमतया नाम अस्यामेव दशायाम् अस्ति तस्मात् वयं स्वबान्धवान् राष्ट्रान् हन्तुं न अर्हाः इति तस्यां दशायां तस्यां स्थित्यां किन्तु ततः अग्रे साधारणनियमः साधारण अनुभवः अस्माकं सर्वेषां स्वजनं स्वस्य जनस्य मारणं हि हत्वा तत्र कृत्वा कथं सुखिनः स्याम द्वौ वाक्यमस्ति प्रथमं पदं पूर्णयति परम् एकं वाक्यमस्ति इति स्वबान्धवान् स्वजनम् अण्ड् स्वबान्धवान् सामान्यतया नास्ति तस्मात् यतोहि पापम् अस्मान् आश्रये तस्मात् वयं स्वबान्धवान् धृतराष्ट्रान् हन्तुं न अर्हाः कर्तुं न शक्नुमः अनन्तरं साधारणवाक्यमस्ति तत्र सर्वेषाम् अनुभवः स्वजनं हि हत्वा स्वस्य पुरुषं हि हत्वा कथं सुखी स्याम् अस्तु महोदय स्पष्टमस्ति वा अवगच्छामि अस्तु अस्तु सर्वे अवगतः अस्तु समीचीनमस्ति श्रीनिवासमहोदय स्पष्टमस्ति अस्तु शिल्पा भगिनि आम् अवगच्छामि अस्तु बहु समीचीनमस्ति तर्हि अस्माकं समयः जातः, इदानीं विरमाम. इतः अग्रे अस्मात् स्थानात् पुनः अग्रे गच्छेम अग्रिमे सप्ताहे. समीचीनं वा? अस्तु तर्हि. हा हा, धन्यवादः. हा, नमस्कारः. धन्यवादः. धन्यवादः.